पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायम् 86 सूद उवाच इति तस्य वचः श्रुत्वा नारदस्य महात्मनः अम्बरीषश्च राजर्षिर्विस्मितो वाक्यमब्रवीद अम्बरीष उवाच मार्गशीर्षादिकान् मासान् हित्वा पुण्यान् महामुने सर्वमासाधिकं मासं वैशाखं किं प्रशंससि सर्वेभ्योऽप्यधिककस्मान् माधवो माधवप्रियः को विधिस्तत्र किं दानं किं तपः का च देवता त्वत्पादां भोजरजसा पावितस्य च मे मुने उपदेशप्रसादेन प्रसादं कर्तुमर्हसि धर्मज्ञो धर्ममार्गाणामुद्धर्तासि महामुने त्वमेको किल तत्त्वार्थवेत्ता धर्मोपदेशकः कर्तोपदेष्टा मन्ता वानुमं तापि प्रयोचकः शास्त्रविद्भिर्मुनिवरस्मर्यं ते समभागिनः व्रतसत्रतपो दान्यैर्यद्फलं समवाप्यते धर्मोपदेशनेनैव तत्सर्वमुपलभ्यते तीर्थस्नानं तपोयज्ञकर्म यत्कुरुदे मुने अपि तद्फलभागी स्याद्य प्रवर्तयिता भवेद् यद्यदाचरति श्रेष्ठस्तदेवेतरो जनः स यत् प्रमाणं कुरुदे लोकस्तदनुवर्तते तदर्हति भवान् धर्ममुपदेष्टुं तदद्भुतं दुर्लभो गुरुसम्बोधो देशकालोपपत्तयः न केचन तदा भावाश्चेदशीतलयन्तिनः राज्यलाभादयोऽप्येदे यथा तव समागमः सूत उवाच अध मन्दमृदुस्मेरस्फुरदन्तप्रभानुगः अम्बरीषं प्रत्युवाच नारदो मुनिसत्तमः नारद उवाच शृणुराजन् प्रवक्ष्यामि हिदाय जगतस्तव विधिर्माधवमासस्य यच्छ्रुतो ब्रह्मणः पुरा दुर्लभं भारते वर्षे जन्म तस्मान्मनुष्यदा मानुष्ये दुर्लभे लोके स्वस्वधर्मप्रवर्तनं ततो विभक्तिर्भूपाल वासुदेवेदि दुर्लभा तत्रापि दुर्लभो मासो माधवो माधवप्रियः तमवाप्य तदो मासं स्नानदानजपादिकं कुर्वन्ति विधिना येदु धन्यास्ते कृतिनो नराः तेषां दर्शनमात्रेण पापिनोऽपि विकिल्बिषाः भवन्ति भगवद्भावभाविता धर्मकाङ्क्षिणः माधवे मासि यैः स्नादं प्रादर्नियमसंयुतैः ते कोटिवर्षपर्यन्तं क्रीडन्ते नन्दने वने यथा न वारिधिसमो लोके कोऽपि जलाशयः तथा मासो न वैशाखसदृशो माधवप्रियः तावत् पापानि तिष्ठन्ति मनुष्याणां कलेवरे यावत् किल मलध्वंसी मासो नायादिमाधवः अवशिष्टदिनान्येव पञ्चमासस्य तस्य वै एकादशीं समारभ्य सर्वमाससमानि वै वैशाखे पूजितो देवो माधवो मधुहातुयैः नानोपचारैराजेन्द्र तैः प्राप्तं जन्मनफलं किं किं न दुर्लभतरं प्राप्यते मासि माधवे स्नानेन परमेशस्य पूजनेन यथाविधि न दत्तं न हुदं जप्तं न तीर्थे मरणं कृतं यैर्हि नारायणो नैव ध्यादो निखिलपापः तेषां जन्मनृणां लोके ज्ञातव्यं निष्फलं नृप द्रव्येषु विद्यमानेषु कृपणो यो भवेन्नरः अदत्त्वा म्रियते यो हि तस्य द्रव्यं निरर्थकं तीर्थस्नानादितपसा सत्कुले जन्म लभ्यते न दानेन विना भूप किञ्चिदप्युपतिष्ठति वैशाखस्नानमाहात्म्यादपि पञ्चदिनात्मकाद सत्कुले प्राप्यते जन्म वैभवं विविधं तथा सुपुत्रः सुकुलं भूप धनधान्यं वरस्त्रियः सुजन्ममरणं चापि सुभोगाः सुखमेव च सदा दानेधिका प्रीतिरौदार्यं धैर्यमुत्तमं प्रसादात् तस्य देवस्य विष्णोश्चैव महात्मनः नारायणस्य जायन्ते सिद्धयो भूपवाञ्छिताः ऊर्जे मासि तपोमासि माधवे माधवप्रिये स्नात्वा दामोदरं भक्र्या माधवं मधुसूदनम् विशेषेण समभ्यर्च्य दत्त्वा दानानि सकृदः एहिकं सुखमासाद्य नरो हरिपदं व्रजेत अनेकजन्मार्जितपादकावली विलीयते माधवमज्जनेन सूर्योदये भूप यथा तमिश्रं वचस्वयं भूरिदमादिशन्मे चकारविष्णोर्विपुलप्रचारम् मासस्य वै माधवसंज्ञकस्य यमस्य गुप्तं वचसा विचिन्त्य मनुष्यलोकं गमितं चकार तस्मादस्मिन् समायादे माधवे मासि वैष्णवैः स्नात्वा पुण्यजले तीर्थे गङ्गायाः पावने नृणाम् रेवाया वा महाराज या मुने शारदेऽथवा प्रादस्त्वनुदिदे भानौ विधानेन नृपोत्तम पूजयित्वा च देवेशं मुकुन्दं मधुसूदनं पुत्रपौत्र धनैश्रेयो वाञ्छितानि सुखानि च अनुभूय तपस्त्वं ते स्वर्गमक्षयमाप्नुयाद एवं ज्ञात्वा महाभाग मधुसूदनमर्चय स्नात्वा सम्यग्विधानेन वैशाखे दुविशेषदः देवमाराध्य गोविन्दं नारायणमनामयम् प्राप्स्यसि त्वं सुखं पुत्रं धनानि च हरेः पदं देवदेवं नमस्कृत्य माधवं पापनाशनं प्रारभेदव्रतमिदं पौर्णमास्यां मधोर्नृप यमैश्च नियमैर्युक्तशक्रिया किञ्चित् प्रदाय च हविष्यभुग्भूमिशायी ब्रह्मचर्यव्रते स्थितः कृच्छ्रातितपःसाक्षामो ध्यायन्नारायणं हृदि एवं प्राप्य च वैशाखीं दद्यान्मधुतिलादिकं भोजनं द्विजमुख्येभ्यो भक्र्याधेनुं सदक्षिणाम् अच्छिद्रं प्रार्थयेच्चापि तस्य स्नानस्य भूसुरान् यथा लक्ष्मीः प्रिया भूव माधवस्य जगत्पदेः तथैव माधवो मासो मधुसूदनवल्लभः एवं विधियुधो मध्य स्नात्वा द्वादशवत्सरम् उद्यापनं चरेच्छक्रिया मधुसूदनतुष्टये इदं माधवमासस्य माहात्म्यं कथितं तव यत्पुरा ब्रह्मणो वक्त्रा श्रुतमासीन्मया नृप इति श्रीपद्मपुराणे पादालखण्डे वैशाखमासमाहात्म्ये षडशीतितमोऽध्यायः ॐ